उणादिकोशः उणादिकोशः उणादिकोशः चतुर्थः पादः चतुर्थः पादः चतुर्थः पादः चतुर्थः पादः अन्येभ्यो अपि दृश्यते 549 अन्येभ्यो अपि दृश्यते अन्येभ्यो अपि दृश्यते अन्येभ्यो अपि दृश्यते अन्येभ्यो अपि दृश्यते अन्येभ्यो अपि दृश्यते अन्येभ्यो अपि दृश्यते अन्येभ्यो अपि दृश्यते अन्येभ्यः अपि दृश्यते अन्येभ्यः अपि दृश्यते अन्येभ्यः अपि दृश्यते अन्येभ्यः अपि दृश्यते अन्येभ्यः अपि दृश्यते कुसेः उम्भो मेदेताः कुसेः कुसेः उम्भो मेदेताः कुसेः उम्भो मेदेताः कुसेः उम्भो मेदेताः कुसेरुं कुसेरुम्भो मेदेताः कुसेरुम्भो मेदेताः कुसेरुम्भो मेदेताः कुसेरुम्भो मेदेताः कुसेरुम्भो मेदेताः सानसि वर्णसि पर्णसि सानसि वर्णसि पर्णसि तण्डुला तण्डुला अङ्कुश तण्डुल अङ्कुश चषाल चषाल इत्वल इत्वल पल्वल पल्वल धिष्ण्या धिष्ण्या धिष्ण्या यस ल्याह यस ल्याह सानसि वर्णसि पर्णसि तण्डुल अङ्कुश चषालेल्वल पल्वल धिष्ण यसल्याः सानसि वर्णसि पर्णसि सानसि वर्णसि पर्णसि तण्डुल तण्डुल अङ्कुश चषालेल्वल पल्वल धिष्ण यसल्याः चषालेल्वल पल्वल धिष्ण यसल्याः सानसि वर्णसि पर्णसि तण्डुल अङ्कुश चषालेल्वल पल्वल धिष्ण यसल्याः सानसि वर्णसि पर्णसि तण्डुल अङ्कुश चषालेल्वल पल्वल धिष्ण यसल्याः मोसक्याभिभ्यः क्लः मोसक्याभिभ्यः क्लः मोसक्याभिभ्यः क्लः मोसक्याभिभ्यः क्लः मोसक्याभिभ्यः क्लः मोसक्याभिभ्यः क्लः मोसक्याभिभ्यः क्लः माच्छाशिशिभ्यो यः माच्छाशिशिभ्यो यः माच्छाशिशिभ्यो यः माच्छाशिशिभ्यो यः माच्छाशिशिभ्यो यः माच्छाशिशिभ्यो यः सुनोतेश्च सुनोतेः च सुनोतेः च सुनोतेश्च सुनोतेश्च सुनोतेश्च जनेर्यक् जनेर्यक् जनेर्यक् जनेः यक् जनेः यक् जनेः यक् जनेर्यक् जनेर्यक् अध्न्यादयश्च अध्न्यादयश्च अध्न्यादयः च अध्न्यादयः च अध्न्यादयः च अध्न्यादयश्च अध्न्यादयश्च स्नामदि पद्यर्ति प्रु सिखि सिखिध्यो वनिप् प्रु सिखिध्यो वनिप् प्रु सिखिध्यो वनिप् स्नामदि पद्यर्ति प्रु सिखिध्यो वनिप् प्रु सिखिध्यो वनिप् प्रु सिखिध्यो वनिप् प्रु सिखिध्यो वनिप् स्नामदि पद्यर्ति प्रु सिखिध्यो वनिप् स्नामदि पद्यर्ति प्रु सिखिध्यो वनिप् स्नामदि पद्यर्ति प्रु सिखिध्यो वनिप् स्ना मदि पद्यर्ति प्रु सिकिध्यो वनिप् स्ना मदि पद्यर्ति प्रु सिकिध्यो वनिप् स्ना मदि पद्यर्ति प्रु सिकिध्यो वनिप् सी सींग क्रुस् रुह जी क्षी सृ धृ सी क्रुस् रुह जी क्षी सृ धृ सी क्रुस् रुह जी क्षी सृ धृ सिंग कृषि रुहि जी क्षी सृ धृभ्यः क्वनिप् सृ धृभ्यः क्वनिप् क्षि सृ धृभ्यः क्वनिप् सिंग कृषि रुहि जी क्षि सृ धृभ्यः क्वनिप् सिंग सिंग कृषि रुहि जी क्षि सृ धृभ्यः क्वनिप् सिंग कृषि रुहि जी क्षि सृ धृभ्यः क्वनिप् सिंग कृषि रुहि जी क्षि सृ धृभ्यः क्वनिप् ध्याप्यो संप्रसारणं च ध्याप्योः संप्रसारणं च ध्याप्योः संप्रसारणं च ध्याप्योः संप्रसारणं च ध्याप्योः संप्रसारणं च ध्याप्योः संप्रसारणं च अदीर्ध च अदीर्ध च अदीर्ध च अदीर्ध च अदीर्ध च अदीर्ध च प्र ईरस दोस्तुट् प्र ईरस दोस्तुट् प्र ईरस दोस्तुट् प्र ईरस दोस्तुट् प्र ईरस दोस्तुट् अदीर्ध च अदीर्ध च प्र ईरस दोस्तुट् प्र ईरस दोस्तुट् प्र ईरस दोस्तुट् प्रे ईरसिदोः प्रे ईरसिदोः तुट् च प्रे ईरसिदोः तुट् च प्र ईरसिदोः तुट् च प्र ईरसिदोः स्तुट् च सर्वधातुभ्य इन् सर्वधातुभ्य इन् सर्वधातुभ्यः इन् सर्वधातुभ्यः इन् सर्वधातुभ्य इन् सर्वधातुभ्य इन् हृ पिशि रुहि वृति विधि छिदि कृति हृ पिश् हृ हृ पिशि रुहि वृति विधि छिदि कीर्तिभ्यश्च हृ पिशि रुहि वृति विधि छिदि कीर्तिभ्यश्च हृ पिशि रुहि वृति विधि छिदि कीर्तिभ्यश्च हृ पिशि रुहि वृति विधि छिदि कीर्तिभ्यश्च हृ पिशि रुहि वृति विधि छिदि कीर्तिभ्यश्च हृ पिशि रुहि वृति विधि छिदि कीर्तिभ्यश्च हृ पिशि रुहि वृति विधि छिदि कीर्तिभ्यश्च इगोपधात् कित् इगोपधात् कित् इगोपधात् कित् इगोपधात् कित् भ्रमेः संप्रसारणं च भ्रमेः संप्रसारणं च भ्रमेः संप्रसारणं च भ्रमेः संप्रसारणं च भ्रमेः संप्रसारणं च क्रमि तमि सितिस्तं भामातायच्च क्रमि तमि सितिस्तं भामातायच्च क्रमि तमि सितिस्तं भामातायच्च क्रमि तमि सितिस्तं भामातायच्च क्रमि तमि सिति स्तंभाम् क्रमि तमि सिति स्तंभाम् अतः इत च क्रमि तमि क्रमि तमि सिति स्तंभाम् अतः इत च क्रमि तमि सिति स्तंभाम् अतः इत च क्रमि तमि सिति स्तंभामत इत च क्रमि तमि सिति स्तंभामत इत च क्रमि तमि सिति स्तंभामत इच्च क्रमि तमि सिति स्तंभामत इच्च क्रमि तमि सिति स्तंभामत इच्च क्रमि तमि सेति स्तंभा माता इच्छा मने रोच मने रोच मने हे उत च मने हे उत च मने हे उत च मने हे उत च मने रोच मने रोच वर्णि हे वलिहि च अहि रण्ये अहि रण्ये वर्णि हे वलिहि च अहि रण्ये अहि रण्ये वर्णे हे वलिहि च अहिरण्ये वर्णे हे वलिहि च अहिरण्ये वर्णे हे वलिहि च अहिरण्ये वर्णे हे वलिहि च अहिरण्ये वर्णे हे वलिहि च अहिरण्ये वर्णे हे वलिहि च अहिरण्ये वर्णे हे वलिहि च अहिरण्ये वर्णे हे वलिहि अहिरण्ये वर्णे हे वलिहि च अहिरण्ये वर्णे हे वलिहि च अहिरण्ये वर्णे हे वलिहि च अहिरण्ये वसि वपि यजि राजि व्रजि सदि हनि वसि वादि वारिभ्यायि इ वसि वपि यजि राजि व्रजि सदि हनि वसि वादि वारिभ्यायि वसि वपि यजि राजि व्रजि सदि हनि वसि वादि वारिभ्यायि वसि वपि यजि राजि व्रजि सदि हनि वसि वादि वारिभ्यायि वसि वपि यजि राजि व्रजि सदि हनि वसि वादि वारिभ्यायि वसि वपि यजि राजि व्रजि सदि हनि वसि वादि वारिभ्यायि वसि वपि यजि राजि व्रजि सदि हनि वसि वादि वारिभ्यायि वसि वपि यजि राजि व्रजि सदि हनि वसि वादि वारिभ्यायि वसि वपि यजि राजि व्रजि सदि हनि वसि वादि वारिभ्यायि नहो भश्च नहो भश्च नहः बह च नहो भश्च नहो भश्च कृष्येर्वृद्धिश्चन्दसि कृष्येर्वृद्धिश्चन्दसि कृष्येर्वृद्धिश्चन्दसि कृष्येर्वृद्धिश्चन्दसि कृषेः वृद्धिः छन्दसि कृषेः वृद्धिः छन्दसि कृष्येर्वृद्धिश्चन्दसि कृष्येर्वृद्धिश्चन्दसि कृष्येर्वृद्धिश्चन्दसि कृष्येर्वृद्धिश्चन्दसि कृषेः वृद्धिः छन्दसि कृषेः वृद्धिः छन्दसि स्रः सिकुनौ स्रः सिकुनौ स्रः सिकुनौ स्रः सिकुनौ कृय उदीचां का ऋषु कृय उदीचां का ऋषु कृय उदीचां का ऋषु कृय उदीचां का ऋषु कृय उदीचां का ऋषु कृय उदीचां का ऋषु जनि घसि भ्यामिण् जनि घसि भ्यामिण् जनि घसि भ्यामिण् जनि घसि भ्यामिण् जनि घसि भ्यामिण् जनि घसि भ्यामिण् जनि घसि भ्यामिण् कंटिन्यूड्